नमस्कारः. तर्हि यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रम् अनुवर्तते. गते सप्ताहे वयं चोचुत् इति इत्यस्य रूपाणि वयं रूपसाधनम् अनन्तरं लटि लोटि लङि विधि लिङि च रूपाणि दृष्टवन्तः. अग्रे पश्यामः. तर्हि चोचुत् इति वयं लङ् लकारे मध्यमपुरुषे समीचीनं न कृतवन्तः. वदतु भगिनि, कः भेदः इति वदतु भगिनि. रूपं त्रयम् आगच्छति लङ् लकारे. चोचुत् योग सकार साधु सकारस्य लोप भवति हैद्याद्योगीकास्ति अनेन. तदनन्तरम् अचोच्युत् इति भवति. जलान् जशोन्ते अचोच्युत् वावसाने अचोच्युत् साधु. सो दकारपरे सकार अस्ति रैट्? तस्य प्रत्ययलोपे प्रत्ययलक्षणमिति सकार अपि अस्ति तत्र, यतोहि तस्य लोप भवति. सो इदानीं पश्च इति सूत्रेण रु आदेश भवति. अचोचु केन सूत्रेण? दश इति वा? दश, आम्. दश इति सूत्रद्वयं पश्यामि. धातोः इति परे दकारान्तधातुः सकारान्तदातुः अस्ति खलु? अचोचुत् अचोचुत् भवति न झलो झला झलान्तसोन्ते इति सूत्रेण दकार भवति. तत्र इदानीं धातुसंज्ञा तिष्ठति, धातुसंज्ञा न अपगच्छति. यथा विकृतदृष्टे इति वार्तिकेन इति तिष्ठति. यथा शुनकस्य पुच्छ जात इति शुनकजाति तिष्ठति. साधु शुनकशुनक अस्ति इति भूत्वा अचोच्यो दश्च इति सुखमहोदय इति उक्तवान् धातो परे सकारः इति. इदानीं अचोच्यत् इति धातु अस्ति वा महोदय इति उक्तवान्. किं वार्तिकमस्ति अहं न स्मरामि. विकृतदेशे विकृत भूत्वा अपि तस्य तिष्ठति इति अस्ति. रूपं त्रयं भवति अचोचु उकारस्य उपदेशे जनुनासिकेन रूप भवति. अचोचु खरवसानयो विसर्जनीय अनेन विसर्ग भवति. रूपं त्रयम् अचोचु अचोचत् अचोचोत् कारणकि गुणापि भवति सकार अपि सित् अस्ति. अचोचोः इति रूपं त्रयम् इति नूतन अद्य अपि आगच्छन्ति दकार दकार धातुसंज्ञा अस्ति इति महोदय उक्तवान्. अत्र दकार उपदेशे नास्ति, बट् अन्तर्रूपं दकार अस्ति. ततः धातु मूलधातु भवेत् वा आतिदेशकधातु भवेत् दकारान्ते अस्ति दकारस्य. अस्तु भगिनि, धन्यवादः. दकारान्तधातोः पदस्य सिपि परे रु आदेशः भवति इति वा? तदेव सिपि धातो रुत्वा अत्रापि सकार अस्ति पदान्त सकार अस्ति चेत् अत्रापि रु आगच्छति सिपि धातु. अस्माकं सकारान्तधातवः यदा सकारान्तधातु यदि भवेत् तर्हि त्रीणि सूत्राणि सन्ति प्रथममस्ति तिप्तिपरे सकारस्य सकारः भवति तदनन्तरं सिप्पि धातो रुत्वा यदि सकार धातो अन्ते अस्ति तद् रुत्वम् आगच्छति तदनन्तरं दश्च अपि दकारान्त सकारे परे दकारान्त धातोः रुत्वं प्रथमसूत्रं किं भगिनि तिप्पिपरे तिप्पिपरे सकारान्त धातु दकार भवति सङ्ख्या 8273 इति तिप्यनस्तेः अनन्तरं सिपि धातोरुर्वा उभयोः तु सकारान्तधातूनाम् अस्ति इति सकारान्तधातूनाम् अहं लिखितवती धातुपाठे अष्टाध्यायी तापवादसूत्र असजुषोरुः अपवादसूत्र इति अहं सामान्यतया पदान्तसकारस्य तु किम् अस्ति सजुरु आदेशः भवति अत्र तु दकारः भवति खलु अग्रे पश्यामः अस्माकम् अग्रिमधातुः अस्ति किम् अस्ति अत्र कुत् इति धातुः अस्ति खलु कुत् धातुः तकारान्त धातु प्रक्रिया अपि वदामि भगिनि कुत् कुत् यङ्ग् लुक् एकाचो धातोरेका तदनन्तरं चो कुः यङ्गोचि इत्युक्ते यङ्ग् आदेशः यङ्गोचि लोप यङ्ग् लोप भवति गुण भवति गुणो गुणो किं भगिनि यङ्ग्लुको तेन तदनन्तरं ककारस्थाने चकार आगच्छति कुहोश्चुः छो खुत् इति धातु प्रथमं तकार ति अस्ति ति अस्ति पित् अस्ति जलादि अस्ति खरिचा इति सूत्रेण थकारस्थाने तकार प्रथमं सार्व पुगन्तलघुपदेश इत्युक्ते गुणः भवति चोखुत् योगति खरिचा इति सूत्रेण थकारस्थाने महा अल्लपप्राणतकार चोकोति चोको इति अत्र गुणनिषेधः भवति नाभ्यस्तात् अचि नाभ्यस्तस्य अचित् इति सार्वधातुकसूत्रेण गुणनिषेधः भवति वर्णमेलमयः चोकुत्थीति तं तः अतः अपि जलादि अस्ति कितिनिति अस्ति कित् अस्ति तथा गुणनिषेधः खरिचत्सूत्रे तकारस्थाने तकार चोकुत्थः अति अति अपि अजादि अपि गुण न भवति कित् अस्ति चोकुत्थति चोकुत् योग अस्ति अत्र ते गुणः भवति पुगन्तलघुपद्यसूत्रेण चोकोत्थ योग अस्ति किं सकारस्थाने थकार आगच्छति तेन सूत्रं भगिनि करीचा एव सकारस्य तकारः एकं रूपं करीचा भवति आमां करीचा करीचय चोकुत्सि किन्तु भगिनि अत्र सिपि धातोरुर्वर्ण भवति वा इति न भवति न भगिनि, केवलं पदसंज्ञा नास्ति भगिनि, तवर्ग अस्ति दकार एव, लङ् लकारे अपदान्तकार्यमस्ति अधुना चोकुत् ईशि अत्रापि गुणनिषेधः नाव्यस्ताचि अपि सारदाति सूत्रेण अतः चो कुत्सि उच्छि सः अत्रापि खरिच एव गुणनिषेधः चोकुत्थः चोकुत्थ चोकुत्थ योगः नि अत्रापि गुणः भवति चोकोत् नि केवलं वदनेन चोकोत् नि चोकुत्वः चोकुत्मः अस्ति लोट्लकारे चोकुत् पुनः तु इति पित् अस्ति गुणः भवति चोको युगतु तदनन्तरं खरीचरणे चकार चकारपसि चोकुत् इतु नाभ्यस्ताचि इति सारधातुके परे गुणबाधितं भवति चो कुत्थितु तात् इति अपित्वात् तित्नित् अस्ति गुणनिषेधः भवति अत्र केवलं खरी च इति सूत्रेण चोकुत्तात् तथैव चोकुत्तान् चोकुत्थतु हीज् अत्र अस्ति तत्र हू झल्भ्यो हेति अनेन स्थाने घी भवति तदनन्तरं झलाञ्चषि धकारस्य धकार भवति चोकुद्धि इति भवति धकार धकार इति चोकुद्धि चोकुत्तात् चोकुत्तं चोकुत्त पुनः आमि आवाम गुणनिषेधः नाभ्यसचि इति सारधातुके अनेन अनेन चोकुत्थानि चोकुत्थाव चोकुत्थाम धन्यवादः भगिनि महोदय नमस्ते महोदय अत्र नमस्लिङ्गे अडागमः भवति अचोकुत् भवत् इदानीं गुणकार्यं भवति अचोकोत् इति अनन्तरं भूजल्भ्यो हेदि इत्यनेन सकारः लोपो भवति अतः आमां हल्याभ्यवदिन्यसूत्रं उक्तवान् वा क्षमितां हल्याभ्यवदिवान् भवान् हू जल्भ्यो हेजि उक्तवान् ओ क्षमितां क्षमितां हल्याभ्यवदीर्घात्सृतं हल् इति सूत्रेण तकारः लोपः अचोकोत् इति रूपं भवति अनन्तरम् अत्र पदम् अस्ति अतः अचोकोद् इति जलां दशति इत्यनेन वासने इत्यनेन अचोकोत् एव द्विरूपम् ईत् इति अत्र एव भिन्नरूपमपि उक्तवन्तः खलु अत्र ओ ओ अत्र तु अस्तु अस्तु अनन्तरम् ईत् अस्ति अत्र नाभेसचि इति सार्वधातुके इति सूत्रेण गुणनिषेधः अचोकुत् अचोकुदीत् इति रूपम् अनन्तरं तामस्य अत्र गुणनिषेधः अचोकुद् अचोकुत् तां करिचेतिन अचोकुत्ताम् इति रूपम् अनन्तरं उहु अस्ति अचो अत्रापि अजादि अपि गुणनिषेधः अचोकुत्तुः इति रूपम् अनन्तरं मध्यमपुरुषे अचोकुत् योः स अत्र गुणः भवति अचोकोत् अनन्तरं कल्याणव्यापदीर्घात्सदृशमपृक्तः हल् इति अत्यनेन सकारः लोपः अचो कोद् अचो कोद् जलं जसन्त इत्यनेन जचो कोद् वावसने इत्यनेन अचो कोत् इदानीं अचो कोद् दकारन् परे सकारस्य अधः दास्य इति सूत्रेण रुः भवति दकारस्य अनन्तरं करवसनस्य इत्यनेन विसर्गः भवति अचोकोद् अचोकोः अत्र निमित्तम् अस्ति सिपि इति महोदय सिपि परे सिपि परे महोदय एकः प्रश्नः अस्ति सकारः लोपः भवति हल्यापदिवसम्प्रदल्लति इत्यनेन अनन्तरं कः सिपि परे कार्यं करोति अत्र तदेव सिप् प्रत्ययः यद्यपि सकारस्य लोपः भवति अत्र तु सिप् प्रत्ययः एव आसीत् खलु मूलौ सिप् प्रत्ययः अस्ति खलु आसीत् परन्तु वर्णनिमित्तिकं कार्यं नास्ति महोदय सकारे परे इति नास्ति यदि सकारे परे तस्य लोप किमस्ति दकारः भवति इति आसीत् चेत् वर्णनिमित्तिकं कार्यं भवति दकारनिमित्तिकं नास्ति वा किं महोदय न किम् उक्तवती इति अहं न जानामि यदि यदि सकारे परे इति सूत्रे उक्तमासीत् चेत् किं भवति तर्हि भवतः आशयः एतस्ति तत्तु साधु एव भवान् यथा उक्तं यदा सकारे परे इति अस्ति सकारस्य लोपः जायते इति कृत्वा अधुना तु कार्यं न भवति इति वक्तुं निमित्तं नास्ति इति वक्तुं शक्यते किन्तु अत्र किम् उक्तमस्ति सूत्रे सकारे परे इति न उक्तमस्ति सिबि परे इति उक्तमस्ति प्रत्ययस्य उक्तमस्ति प्रत्ययः अस्माकं वयं तु जानीमः प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषा प्रत्ययः उक्तमस्ति कृत्वा कार्यं भवति अस्तु धन्यवादः महोदय अत्र न गुणनिषेधः अनन्तरम् अचौकुत्थम् अत्र करिचेत्येन दकारः भवति अचोकुत्तम् इति अनन्तरं बहुवचने अपि अचोकुत्त उत्तमवर्षे अहम् अचोकुद्दाम् अत्रापि गुणनिषेधः अचोकुत्वा अचोकुद्म इति रूपाणि भवति धन्यवादः अत्र किमपि रूपभेदः योजनमेव अचकुत्यात् अचकुत्याताम् अचकुत्युः अकोच् अचकुत्याः अचकुत्यातम् अचकुत्यात् अचकुत्याम् अचकुत्याव अचकुत्याम इति रूपाणि धन्यवादः धन्यवादः अस्तु भगिनी पुष्पा भगिनी वदति वा भगिनी अग्रिमदातुः भिद् इति दातुः वक्तुं न शक्नोमि ओ अद्य वक्तुं न शक्नोति वा अम्यूट् मध्ये सा अस्तु भगिनि तर्हि अहं प्रयत्नं करोमि किम् अस्ति भिद् इति अस्ति तर्हि भिद् इत्यस्य धातोरेकाचो हलादेः क्रियासमविहारे यङ् इत्यनेन यङ् प्रत्ययः विधीयते तदनन्तरं यङोचि च इत्यनेन यङः लुप् भवति अनन्तरं संयोगः इत्यनेन द्वित्वकार्यं तदा किं भवति भिद् भिद् इति भवति अनन्तरं हलादिशेषः इत्यनेन बिभिद् इति भवति अनन्तरं किमस्ति अभ्यासे चर्च इत्यनेन अल्पप्राणबकारः आयाति बिभिद् इति भवति अनन्तरं किं भवति इत्युक्ते गुणो यङ्लुकोः इत्यनेन बेभिद् इति रूपं प्राप्नुमः यङ्लुक् दातुं प्राप्नुमः स्तनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा विधीयते तदनन्तरं तस्य तु लट् लोट् लङ् विधिलिङ् इति लकाराः अपि आयान्ति तर्हि लट् लकारस्य रूपाणि पश्यामः चेत् बेभिद् इति अस्य बेभिद् योगः ति इति अस्ति किम् अस्ति आमामाम् एक आम् क्षम्यतां बेबिद् योगः ति इति अस्ति अत्र किम् अस्ति ति इति खर्वर्णः अस्ति इति कृत्वा खरी चेत् तकारः भवति खलु बे विद्युत्यस्य तकारः भूत्वा क्षम्यतां तस्मात् पूर्वं यथा भगिनी उक्तवती सार्वधात् पित् अस्ति इति कृत्वा सार्वधातुकार्धातुकयोतिनेन बे बेद् भवति अनन्तरं पुगन्तलघुपदस्य भगिनि पुगन्तलघुपदस्य चैतन्येन बे बेद् भवति अनन्तरं खरी चैतन्येन दकारस्य तकारः भवति तर्हि बे बेति इति भवति अत्र किमपि नास्ति तथा अस्ति खलु इति अस्ति तर्हि अत्र तु नाभ्यस्तात् अचिप् इति सार्वधातुकेतिनेन गुणकार्यं निषिद्धं भवति तदनन्तरं बे बिदीति इति अतः इति करि च अत्र तु करि नास्ति बे बिदीति इति ओ न तत्र अतः इत्यस्मिन् गुणकार्यं निषिद्धम् अपि अस्ति इति कृत्वा नीति चैतन्येन तर्हि बेबिद् योगः तः खरि चैतन्येन बेबित्तः अनन्तरम् अति इति अस्ति अत्रापि नीतिचैतन्येन गुणकार्यं निषिद्धं बेबिदति अनन्तरं सि इति अस्ति पित् अस्ति इति कृत्वा पुगन्तलघुपदस्य चेतेन बे भेद् भवति बे भेद्योगः सि इति अस्ति अत्र तु अखरी चेतनेन तकारः भवति दकारस्य बे भेद् सि इति भवति अनन्तरम् ईशि इति बे भिद् योगः ईशि बे बिधीशि इति कार्यम् अत्र तु गुणकार्यं निषिद्धं नाभ्यस्त अचिप् इति सार्वधातुकेतनेन अनन्तरं तः इति अस्ति पुनः समानकार्यं बेबित्तः बेबित्त बे अत्र तु मि इमि वर्णमेलनमेव बेबिद् अद् मि इत्यस्मिन् गुणकार्यं भवति तर्हि बे बेद्मि इमि इत्यस्मिन् गुणकार्यं निषेधं बेबिदीमि बेबिद्वः बेबिद्मः इति रूपाणि अग्रे कस्य सरला भगिन्यः अरुणा भगिन्यः आं भगिनि लोट्लकार बे बेद् योगत्तु तु पित् अस्ति जलादि गुणः भवति भुगन्तलघुपदर्शने बे भिद् योगत्तु खरिचैतसूत्रे दकारस्थाने तकार आगच्छति बे बेत्थु बे बेत्तु इतु गुणनिषेधः पित् अस्ति बट् अजादि अस्ति नाभ्यस्तस्य अचि परे अचि पित् परे सार्वधातुकपदे लोप् गुणनिषेधः बेबिद्योगः इतु बेभिदितु तात् हलादि अपित् अस्ति गुण न भवति बे अत्र अस्ति खरिच्छा सूत्रेण दकारस्थनतकार बेबिद्धात् बेबिद् योहथाम् अत्रापि हलादि अजादि हलादि अपि नित् अस्ति खरिच्छा तस्य गुणनिषेधः बेबिद्धां बे खरिच बेबित्थाम् अतु अत्र अत्रापि वर्णमेलनः गुणनिषेध बेबित्तु बेबिद्धतु बेबिद् योगः ओ मै गाड् हीकम् अत्र हल्न धि आदेशः भवति भगिनि हुजल्याभ्यो सूत्रेण हि स्थाने धि आगच्छति बेबिद्धि एव बेबिद्धि अत्र अन्यस् तात् अस्ति पूरा अग्रे एव केवलं बेबित्तात् तम् अत्रापि बेबित्तां बेबित्त बेबित् आनि हानि आव पित् अस्ति परन्तु नाग्रस्तस्य चि सूत्रेण गुणनिषेधः भवति बेबिदानि बेबिदावः बेबिदामः अवः नास्ति बेबिदाव बेबिदाम धन्यवादः लङ्लकारे यदागम भवति अभेभिद् इति धातु भवति अभेभिद् योगत प्रथमपुरुष एकवचने हल्याङ्गबोधि हल्याङ्ग्याप्योदीर्घाश्रुतिस्य प्रक्त हल् अनेन तकारस्य लोप भवति इदानीम् अभेभिद् इति पदं भवति झलाञ्जशोन्ते इति पर्जन्यवद् भवति तदनन्तरं वावसाने अनेन तकारस्य तकार भवति अभेभिद् अभेभिद् द्वय रूपं द्वयम् ईत् इति नाभ्यसचिप् इति सार्वधातुके गुणबाधितम् अभेदीत् अपि अभेदीत् रूपं द्वयं तां यत्र अस्ति अभेदतां खरीच केवलं कार्यं करोति अभेद्युः यत्र सकार अस्ति यथा पूर्वम् उक्तं तथैव भवति रूपं प्रथमं द्वयम् अभेभिद् अभेभिद् यत्र दकार अन्ते अस्ति तद् दश्च सूत्रेण विकल्पेन रु आदेशः भवति तदनन्तरं खरवसानयो विसर्जनीयनेन विसर्गः भवति अभेभि अभेभ्य इति भवति साधु अभेभिः इति वा अभेभिः अभेभिः अभेभिद् अभेभित् इति रूपं त्रयम् आगच्छति यत्र इः अस्ति केवलं वर्णमिलनं गुणबाधितम् अभेभिद्धिः अभेभित्तम् अभेभित्त अम् अभेभिदम् अभेभिद्व अभेभिद्म इति विधिलिङ्गि केवलं वर्णमिलनम् अस्ति भेभिद्यात् भेभिद्यातां भेभिद्युः भेभिद्याः भेभिद्यातं भेभिद्यात भेभिद्यां भेभिद्याव भेभिद्याम भगिनी राजेन्द्रमहोदय इति उक्तवान् यदि यात् अस्ति विधिलिङ्गि तत्रापि रूपं द्वयं भवति तकार अन्ते अस्ति सो चलाञ्जशन्ते वयं कदापि न उक्तवन्तः तत्रापि वक्तव्यं महोदय उक्तवान् बेबित्यात् तदेव लोट्लकारे तात् इत्यस्य अत्रापि उगन्धलघुस्य कार्यं करोति ऐ मीन् तत्र तु अपित् अपित् अस्ति महोदय तात् मध्ये अन्तिमवर्णः जलां जस्वन्ति इति तकारः भवति वा जि अहं तत्र आमां तत्र रूपं द्वयं भवति तत्र अपि ओ हेमा भगिनी सदैव भवति सा वदति अग्रे मणिमहोदय वदति वा महोदय रुद्धातुः अलादेः एकाच अलादेः क्रियासंविभागे धातु क्षम्यतां धन्यवादः धातोरेकाचो अलादेः क्रियासंविभागे यङ् इति सूत्रेण यङ्गोचि इति सूत्रेण यङ् लोपो भवति अनन्तरं चन्यङ्गोचि अनेन युक्तं भवति रुद्रुत् इति इदानीं रुरुत् इति अलादिशेषगत्येन रुरुत् अनन्तरं गुणवाच्युप् इति सूत्रेण गुणकार्यं भवति रो रो रुत् इति रूपं भवति इदानीं रूपाणि लकारे टि अस्ति अलादि पित्तस्य गुणकार्यं भवति रो रोद् ति इदानीं करिचयति सूत्रेण दकारस्य तकार आदेशः रो रोति रो रोति इति अनन्तरम् अन्यकार्यमपि अस्ति अन्यकार्यम् अस्ति अत्र वा जसस्व दोदः इति सूत्रेण तकारस्य दकारः इदानीं रो रोद् इदानीं जलां झस् झसि इति सूत्रेण प्रथमदकारस्य दकारः भवति रो रोदि इति रूपं सम्यक् सरलपणि पूर्वम् अहं न उक्तवान् करेक्ट् धन्यवादः भगिनि अहं चिन्तयामि करेक्ट् अस्ति किन्तु अहमपि वर्गे व्यस्ता सम्यक् एव अहं चिन्तयामि अनन्तरं महोदय सम्यक् अस्ति किल आं महोदय आं महोदय सरला भगिनी इति कृत्वा कन्फर्मेशन् कन्फर्मेशन् मास्तु लिखितवती किन्तु अहं चिन्तयामि तथैव वर्गे उक्तवन्तः सरलपणि उक्तवती चेत् अण्डिनैबल् इति अस्ति रोरुद् अत्र गुणनिषेधः अधः रोरुदि अनन्तरं तक्क अत्रापि हलादि अपि गुणनिषेधः रोरुद् तः करिचेदसूत्रं रोद्धः न न महोदय समानकार्यमस्ति खलु जशस्ततोर्दोदः इति आमामां जशतोर् तत्र जशतोर्दोदः एकं रूपं रोरुद्धः इति अपि भवितुम् अर्हति वा सर्वत्र वृष्टिः पतति खलु तर्हि भवति एव निश्चयेन किम् उक्तवती भगिनि गुणर्बाधितमस्ति किन्तु सन्धिकार्यमस्ति तत्र भवति एव रोरुद्धः अत्रापि जसस्वदोदः इति सूत्रेण तकारस्य दकारः जलं झस् झसि इति सूत्रेण चतुर्थदकारस्य तृतीयदकारः आदेशः रोरुद् प्रोरुद्धि प्रोरुद्धः प्रोरुद्धः इति रूपम् अनन्तरम् अति अजादि अपि गुणनिषेधः अतः रोरुदधि इति रूपं भवति मध्यपुरुषे शि अस्ति रोरुद् गुणकार्यं भवति रोरोद् सि अत्र करिचयदि कार्यं करोति अहं चिन्तयामि रोरुद् प्रोरुद् रोत्सि इति रूपं भवति ईसि रोरुद् सि इति रूपं तः रोरुद् तः अत्रापि करिचय इति कार्यं करोति रोरुद्धः भगिनि मा श्रुतवान् अत्रापि जस् धन्यवादः रोरुद् तः जस्तोदः इति दकारः आदेशः अनन्तरं जलं जस्यसि इति सूत्रेण रोरुद्ध दः तदेव तस्थाने अपि रोरुद्ध इति मि गुणकार्यं भवति अतः रोरोद् मि इति ईमि स्थाने गुणनिषेधः रोरुद्मि ऊरुदीमि वः मह स्थाने किमपि कार्यं भव न भवति अतः रोरुद्वः रोरुद्मः इति रूपाणि भवन्ति अग्रे मम क्रमः अस्ति खलु मम क्रमः अस्ति तूष्णीं स्थापयति अद्य रोरुद् योगः तु जशस्ततो दोर्दः इत्यनेन तकारस्य दकारः रोरुद्युः धु जलां जशि इत्यनेन कल्पप्राणदकारः भवति रोरुद् तत्र गुणकार्यं भवति रोरुद्धु इति रूपम् ई तु गुणकार्यं निषिद्धं नाभ्यस्ता अनाद्यस्तस्य अचिप् इति सार्वधातुके इति सूत्रेण रोरुधीतु इति वर्णमेलनं तात् इति अस्ति गुणकार्यं निषिद्धं किन्तु अत्र जशस्वतो दोर्धः इत्यनेन तकारस्य धकारः रोरुद्धात् अनन्तरं जलां जशि इत्यनेन रोरुद्धात् इति तां समानकार्यं रोरुद्धाम् अतु रोरुधतु इति एव हि इति अस्ति अत्र पुनः हु जल् ब्योर्हे धि इत्यनेन हकारस्य धकारः भवति तर्हि रोरुद्धि इति अस्ति अनन्तरं जलां जश्चषि इत्यनेन अल्पप्राणधकारः भूत्वा रोरुद्धि इति तात् समानकार्यं रोरुद्धात् रोरुद्धं रोरुद्ध आनि आव आम सर्वत्र गुणकार्यं निषिद्धं नाभ्यस्तस्य अपि पिचि अचिप् इति सार्वधातुके इति सूत्रेण रोरुधाणि रोरुधाव रोरुधाम अत्र धानि इत्यत्र अत्र नत्वं भवति वा अट् कुप् भवति खलु रोरुधानि रोरुधाव रोरुधाम इति अस्ति प्रथमम् अडागम आगच्छति तकार तित् अस्ति कारणात् गुणः भवति रोरुद् योगहस्त हल्लाव्युद्धेति अपृक्तं हल् सूत्रेण लोपः भवति अरोरुद् दकार तत् एव अवशिष्यते भगिनि अरोरु प्रथमतकारलोपः भवति हल्लाद्योदीर्घादिसूत्रेण केवलम् अरोरुद् एव अवश्यं अरोरोद् भवति अनन्तरं जलां जशोन्त्येति अरोरोद् भवति अरो अनन्तरं भावसाने भावसाने रोरुद् अत्र प्रत्ययलक्षणं नास्ति वा प्रतिलोपयति अत्र तु सिपि परे नास्ति खलु महोदय सिपि परे सकारस्य तु सूत्रद्वयं वर्तते तस्य कृते तिप्यनस्तेः इति तिपि परे अपि किम् अस्ति तिपि परे अपि अस्ति अनन्तरं किम् अस्ति सिपि धातोरूर्वा इत्यनेन सिपि परे अपि भवति महाप्रणः अस्ति आमां जशस्ततोदोद्धः भवति किन्तु तस्मात् पूर्वं बलवत् भवति हल्याभ्यो दीर्घस्तुतिस्य प्रोक्तं हल् इति कृत्वा जशस्ततोदोद्धः इत्यस्य प्राप्तिः न भवति खलु तदेव मध्यपुरुषः अपि हल्याभ्यो दीर्घस्तुतिस्य हल् कार्यं करोति किल किन्तु अत्र तु जशस्ततोदोद्धः इति वर्णनिमित्तं कार्यकार्यम् अस्ति महोदय किन्तु स्पिदतोरुर्वा अनन्तरं दश इति सर्वत्र तु प्रत्ययनिमित्तिकं कार्यमस्ति इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति अत्र तु प्रत्ययस्य एव वर्णस्य परिवर्तनं भवति खलु हूजल् ब्योर्हेर्दि इति प्रत्ययस्य तकारस्य दकारः भवति किन्तु प्रत्ययः एव नास्ति वर्णनिमित्तिकार्यं नास्ति किन्तु प्रत्ययः एव नास्ति तत्र वर्णः एव नास्ति खलु वर्णः अस्ति चेत् वर्णनिमित्तं कार्यं भवति एव वर्णः नास्ति धन्यवादः अरोरुद् योगः ईत् अत्र गुणकार्यं निषेधः भवति न्याभ्यस्तस्य चि इति सार्वदान्तके परे अरोरुद्धि अत्रापि रूपद्वयं भवति खलु अरोरुद्धित् रुद्धित् दकारुद्दीत् रुद्दीत् दकारः हला जलां जशां चेतेन वा अवसाने चेदपि दकारः आगच्छति. रौरुद्योगः तां तामस्ति अपित् अस्ति जलादि अस्ति दकारस्थाने वदति सूत्रेण दकारस्थाने दकार आगच्छति रोरुद्ध तदनन्तरं जलां चर्चसि. ओ जलां चर्चसि सूत्रेण पूर्वदकारस्थाने दकार अल्पप्राणदकार अरोरुद्धाम् उहु अस्ति अत्र अत्रापि अरोरुद्धुः अत्र तु यत्र क्षम्यतां यत्र उः इति प्रत्ययः कीदृशप्रत्ययः अस्ति आजादि अपि अस्ति जुसी च इत्यनेन गुणकार्यं भवति अस्तु अहं तु सर्वदा अहं सम्यक् स्मरामि इति कृत्वा अहं वदामि किन्तु अरोरुद्धुः अरोरुद् योगः सकार अत्र गुणः भवति अरोरुद् योगः हलाभ्युदीर्घास्ति च अपृक्तं हलसूत्रेण सकारलोपः भवति अरोरुद् हलाञ्जषि सूत्रेण दकार आगच्छति अरोरुद् वावसानेत सूत्रेण दकारागे आगच्छति दश्च इति सूत्रेण दकारस्थाने पदान्तदकार अस्ति ततः दकारस्थाने रुः आगच्छति ससचुषो रुः खलु स्नेह चेन अरोरुद्धः रुद्धः अरोरोदः धन्यवादः ओके भगिनि ईषि वर्णमेदनमेव गुणकारं निषेधः ईहि अरोरुद्धीः थः अत्रापि जस्तथोतः सूत्रेण थकारस्थाने धकार जलां जषि इति सूत्रेण दकार प्रथमपदस्य दकार अरोरुद्धः अरोरुद्ध आम् अस्ति गुणः भवति अरोरुद्धम् अरोरुद्ध्वा अरोरुद्म सम्यक् भगिनि धन्यवादः किं भगिनि मिदिलिङ्ग् अपि करोतु ओ रोरुद् यात् रोरुद् यातां रोरुद्ध स्युः रोरुध्याः रोरुध्यातं रोरुध्यात रोरुध्यां रोरुध्याव रोरुध्याम। धन्यवादः। अहम् अस्तु गुप् गुप् इति धातो एकादो हला धातो हलादे एकाचो क्रियासमारे धातो रेखाचो हलादे क्रियासमारे यङ् अनेन यङ् क्रियासमभिहारे समभिहारे तदनन्तरं यङोचि अनेन यङ् लुक् भवति सं यङो अनेन द्वित्वं भवति गुप् गुप् इदानीं हलादिशेषनमे पकारस्वरूप भवति गु गु गुप् भवति कोः चु अनेन गकारस्य जकार जवर्य स्थाने अन्तरतमने जकार आगच्छति तदनन्तरं यङ् यङो यङोलुको अनेन गुणभू अभ्यासस्य गुणः भवति जो गुप् इति रूपं सिध्यति लट् लकारे जो जुप् जो गुप् योगति अत्र उदुपद अस्ति पुगन्तलघुपदस्य अनेन गुणभू भवति जो गोप् योगति जो गोप् इति भवति खरि च पर्जन्यवतिथि भवति तिष्ठति तत्र जो गुप्ति जो गुप् इति तत्र नाभ्यस्तचिप् इति सार्वधातुकेन रूप गुणबाधितं यत्र तः अस्ति ते केवलं खरि च वर्णमेलनम् अस्ति तत्र गुणबाधितं जो गुप्तः जो गुप्पति जो सी अत्र केवलं जो गोप् सि भवति गुणकार्यं जो कुपीषि जो कुप्थः जो कुप्थ जो गोप्मि गुणकार्यं जो गुपीमि गुणबाधितं जो गुप्वः जो गुप्मः केवलं गुणकार्यमस्ति अत्र साधु आं भगिनि अस्तु लोट्लकरे जोकुप् योगः तु अत्र गुणः भवति हलादि पित्तस्य अतः जोकुप् तु इति रूपं करिच अपि कार्यं परन्तु न रूपभेदः जोकुप् तु इति अनन्तरम् एतु गुणनिषेधः जोकु जोकु इति ईतु अनन्तरं तात् अत्रापि गुणनिषेधः जोकु यात् जोकु तात् अत्रापि जलां दृश्यन्ते जोकु जात् इति रूपम् अन्यरूपमपि चिन्तयामि अनन्तरं तां जोकु ताम् अनन्तरम् अतु जोकु अधु इति अनन्तरं हि मध्यपुरुषे जोकु हि अत्र जलव्यवहति इति कार्यं करोति जल् अन्नः अधः जोकु इति इदानीं जलं जसि पकारस्य तृतीयपकारः आदेशः अधः जो जोकु इति अनन्तरं गुणनिषेध जोकु तात् अत्रापि जलां दृश्यन्ते हि परे किम् अस्ति महोदय पूजलव्यवहति इति रूपं दि आशय हि स्थाने हि स्थाने अनन्तरं जलं जज्जसि तेन बकारस्य तृतीयबकार आदेशः अल्प प्राण बकारः अनन्तरं जोकुप्ति इति रूपम् अस्तु अस्तु महोदय अनन्तरं तात् जोकुप्तात् इति अत्र जोकुप् दात् इति रूपमपि जलं दृश्यते इति भवति अहं चिन्तयामि महोदय. क्षम्यतां नास्ति, सम्यक् नास्ति करोति. अनन्तरं तं गुणनिषेधः जोकुप्तं जोकुप्त इति अनन्तरं उत्तमपुरुषे आनी अत्रापि गुणनिषेधः नाभ्यस्वरचि नाभ्यस्वरचि इति सार्वधातुके इति सूत्रेण जोकुपाणि जोकुपाव जोकुपाम इति रूपाणि भवन्ति. धन्यवादः महोदय. मम क्रमः इति मन्ये अजोगुप् योगः इति अस्ति. हल्यां यो दीर्घस्य प्रोक्तं हल् इति तकारस्य लोप त इति प्रत्ययस्य लोपः. अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा अत्र तु गुणकार्यं तु सम्भवति एव. तर्हि पुगन्धलघुपदस्य चेदन अजोगोप् इति भवति. अनन्तरं तदेव तिष्ठति खरि चेत् क्षम्यतां वावसाने इति पुनः तदेव तिष्ठति. तर्हि क्षम्यताम्, आं तदेव भिन्नकार्यं किमपि नास्ति. तर्हि अजोगो इति रूपम् ईतिष्ठि अस्ति. जलं जषन्ते अपि भवति. आमां सत्यं, जलां जषन्ते वावसाने इति अजोगोप् अजोगोबिति. अनन्तरम् ईत् इति अस्ति. तर्हि अत्र केवलं वर्णमेलनं गुणकार्यं निषेधं नाभ्यस्तस्य अचिप् इति सर्वधातुके इति सूत्रेण अजोगुपीत् इति रूपम् अजोगुप्तां खरिचेति पर्जन्यवत्. अनन्तरम् अजोगुपुः वर्णमेलनं अजोगुप् योगः इस् इति अस्ति. प्रत्ययः हल्ञाभ्युदीर्घसूत्रस्य प्रोक्तं हल् इत्यनेन प्रत्ययस्य इस् इति प्रत्ययस्य लोपः भवति. प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति. तर्हि पुगन्धलघुपदस्य चेत् अजोगोप् इति भवति. अनन्तरं जलां जशोन्ते इत्यनेन अजोगोब् वावसानेन अजोगोप्. अनन्तरम् इः इति अस्ति. अजो गुपीः इति गुणकार्यं निषिद्धम् अत्र. अनन्तरम् अजोगुप्तम् अजो क्षम्यताम् अजोगुप्तम् अजोगुप्त किं भगिनि? तात् अपि अस्ति न? लङ्लकारः अस्ति भगिनि. ओ उत्तमं, लङ्लकारे मध्यं पुरुषे उक्तवती. अनन्तरम् अजोगुपम् अगोपम् अत्र तु गुणकार्यं क्षम्यतां गुणकार्यं निषिद्धं भवति. अजोगुप्पम् अजोगुप्प अजोगुप्म इति विधिलिङ्गे तु अजोगुप्यात् अत्र तु पकारः एव क्षम्यताम् अडागमः नास्ति. जोगुप्या जोगुप्यात् जोगुप्याताम् जोगुप्युः जोगुप्याः जोगुप्यातं जोगुप्यात जोगुप्यां जोगुप्याव जोगुप्याम इति कस्य क्रमः? अरुणा भगिन्याः क्रमः. आं भगिनि, रिफ् दातु भगिनि. रिफ् दातु प्रथमं धातौ रेखाचो हलादे क्रिया समविहारे यङ् सूत्र यङ् विधीयते. यङ्गोच्छ इति सूत्रेण यङ्गोच्छि सूत्रेण यङ् लोपः भवति, द्वित्वं भवति. रिफ् रिफ् गुण भवति इकारस्य गुण गुणो यङ् लोकोः सूत्रं रेफ् रिफ् भवति हलादिशेषहारणाल् हकार अपगतं रे एव अवशिष्यति. रे रिप् रे रिफ् इति धातुः संयन्तधातुजनेन द्वित्वं भवति. रिफ् युवति रिफ् तकारपित् अस्ति गुणः भवति पुगन्तलघुपदेश रे रेप् रे रेप्ति खरिच सूत्रेण फकारस्थाने फकार आगच्छति रे रिप्ति रे रिप्ति इति गुणनिषेधः नाभ्यस्तस्य अचित् इति सर्वदातिके पदे रे रिप् अपि इति एते प्रत्यभक्तः अत्रापि हलादि अपि खित् अस्ति खित् नित् अस्ति गुणनिषेधः रे रिप्तः रे रिप्तः रे रिप् योगः खरीचकार्यं भवति बट् पकार एव अल्पप्रकार अल्पमः आगच्छति प्रथमं या रे रिप्तः रे रिप्तः रे रिप् योगः अति अत्र वर्णं रे रिप्ति भगिनि रे रिप् योगः सि अत्र गुणः वदति रे रेप् योगः सि खरिच इति सूत्रेण पकारः आगच्छति रे रिप्सि मूर्धनशकारः आगच्छति भगिनि किं भगिनि खरीच भवति किन्तु नास्ति न तत्र अस्ति हलन्ते हलन्त् अस्ति एङ्को नास्ति एङ्को नकारः एव नास्ति खलु भगिनि नकारः अस्ति चेत् एव नत्वं भवति भगिनि सकार मूर्धन्यशकार भवति वा अहम् आदेशप्रत्ययो तु शत्रुस्य आदेशप्रत्ययः इति अस्ति क्षम्यता आदेशप्रत्ययः भिन्नम् अस्ति सूत्रम् अट्कुप्पाङ्गं निमित्तं नास्ति अत्र गुणान् करिच रे रिप् ईषि अत्रापि गुणनिषेधः रे रिपीषि रे रिप् रे रिप् युहातः अत्र करिच इति सूत्रेण पकारस्थाने पकार रे रिप्तः रे रिप्थ रे रिप् योगः मि गुण भवति रे रे मि प्रथमं या खरि च नास्ति खर् मि खरे नास्ति रे रिप् मि रे रिप् रे रिप् मः वः रे रिप् मः अस्तु लोट् लकार रे रिप् योग तु पुगन्तलघुपदशननिम् अनेन गुण भवति रे रिप् योग तु खरीचयनमे पकारस्य स्थाने पकार रे रिप् टु रे रिप्ति तु रे रे रिप्तात् केवलं खरीचयनने कार्यं गुणबाधितं रे रिप्तां रे रिप्तु रे रिप् योग हि हुचर्भ्यो हेधि हि स्थानेभि रे रिप् योगधि इदानीं जलान् चषि अनेन पकारस्य स्थाने बकारः आगच्छति सो रे रिप् रे रिब्धि इति भवति तात् हसि हरि च रे रिप्ता रे रिप्तं रे रिप्त रे रिप्फानि रे रिप्फाव रे रिप्फाम गुणबाधितं नापेक्षति तस्य चिपिचि सार्वधातुकेन मणिमहोदय अत्र अडागमः भवति क्षम्यतां रेरिप् अडागमः भवति अरे रेरिप् इति अत्र गुणः भवति अतः अरो अरे रेप् दीर्घसमाप्तः इति तथा लोपो भवति अतः अरे रेप् इति भवति अनन्तरं जलं दृश्यते इति अरे रेप् आवसने इत्यनेन अरे रेप् इति द्वि रूपम् अत्र अत्र अनन्तरं ईतु अरे रेपि तु काम् स्थाने अत्रापि गुणनिषेधः आरे अरे रिक्ताम् परन्तु करिचय इति कार्यं करोति अरे रिक्ताम् इति बहु स्थाने गुणनिषेधः हरे रिपुः इति अनन्तरं मध्यमपुरुषे सः स इति अस्ति गुणः भवति अरे रे जलान्तश मध्यभौतिकसम्पृक्तः सः लोपः अरे रे अरे रे जलान्तशन्द इति न अरे रेप् अनन्तरम् आसने इति न अरे रेप् रूपम् अनन्तरम् ईः अरे रीप् अत्रापि गुणनिषेधः अरे ईः तं स्थाने अरे रिप् गुणनिषेधः परन्तु परिचयति उच्चारेण पकारः भवति प्रथमपकारः अरे रिप् कथम् इति अरे तदेव अरे रिप्त इति मध्यपुरुषे अम् इति गुणनिषेधः अरे रिपम् अरे रिप्व अरे रिप्व इति इदिलिङ्गपि बोनस् अरे अरे रिप्या अरे रिप्यातम् अरे रिप्युः अरे रिप्याः अरे रिप्यातम् अरे रिप्यात अरे रिप्याम् अरे रिप्याव अरे रिप्याम इति रूपाणि. धन्यवादः. हा धन्यवादः महोदय. अस्तु मम क्रमः अस्ति खलु अग्रिमधातुः अस्ति धातुः लम्ब लम्ब् इति धातुः अस्तु तर्हि धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः विधीयते लम् योगः यङ् अनन्तरं यङोचि च इत्यनेन यङ् प्रत्ययस्य पूर्णतया लुप् भवति तर्हि लम्ब् इति तिष्ठति यङ्लुगुन्तदातु तदा तु यङोचि च इत्यनेन द्वित्वं भवति क्षम्यतां संयङोः इत्यनेन द्वित्वं भवति लम्ब् लम्ब् इति अनन्तरं हलादिशेषः इत्यनेन ललम्ब् इति भवति अनन्तरम् अत्र किम् अस्ति दीर्घोकितः इत्यनेन लालम्ब् इति भवति अस्तु तर्हि लालम्ब् इति नूतनधातुः सनाद्यन्तदातवः इति सूत्रेण तर्हि तस्य लङ् लट् रूपं भक्ष्यामि तर्हि लालम्ब् योगः इति बकारः अस्ति इति खर्वर्णः अस्ति तत् तर्हि पकारः भवति तस्य लालं योगः क्षम्यतां लालं ति इति भवति खलु इति इति लालम् अत्र तु गुणकार्यस्य प्रसक्तिः प्राप्तिः कुत्रचित् अपि न भवति तर्हि केवलम् अत्र तु वर्णमेलनमेव निषेधम् इत्यपि तर्हि लालम्बि इति अनन्तरं तः लालम्ब् योगः तः करिच लालम्बः इति अस्ति अत्र किमपि लोपकार्यं न भवति खलु संयुक्तक्षरं तत् तथा एव तिष्ठति वा अतीति अस्ति. धन्यवादः भगिनि. अतीति अस्ति लालम्बति इति सि इति अस्ति पुनः करिच इति एव अस्ति लालम्ब् सि इति ईषि इति अस्ति लालम्बीषि तः इति अस्ति लालं करिच इति लालं लम्प्तः लालम्थ ला लालम्ब् योगः मि लालम्बि लालम्बी लालम्बीमि लालम्बः लालम्बः तावदेव वा तत्र मकारः अपि तिष्ठति वा अत्र किम् अस्ति लम्ब् धातोः किम् अस्ति अत्र किम् अस्ति अनिदितां किं भगिनि इदितोनं धातोः अनिदितां हलु उपादायानिति इति अत्र कार्यं नास्ति. किमर्थं न मूले लब्धि अस्ति इत्यनेन बकारः आनीतः इति कृत्वा अत्र अस्य नकारस्य तु लोपः न भवति. अस्तु धन्यवादः. समीचीनम्. अग्रे कस्य क्रमः अस्ति? मम लोट् लकार भगिनि. लालं योहतु लालं खरिच लालं तु मकारस्थाने पकार आगच्छति भगिनि. लालं तु ईतु लालं पीतु लालं लालं योगतात् अत्रापि खरिच लालं तात् लालं तात् थाम् अत्रापि खरिच लालं तां लालं अतु लालं पतु लालं योगः हि हि एव अवशिष्यति. कर्ण लालम्बिः लालम्बिः लालम्बिः भगिनि सरला भगिनि न न हि हि हि भगिनि आगच्छति ओके ओके लालब्धि लालब्धि इतु नाथात् लालं लालं तात् लालं तात् तं लालं लालप्तं लालप्त लालप्त लालम् आन् आनि आनि लालं दुगुन् लालम्बानि लालम्बाव लालम्बाम. धन्यवादः. तस्य क्रम सरला भगिन्याः क्रमः लङ्लकारस्ति तत्र अदागम आगच्छति लालम्ब इति भवति. तदनन्तरं तकारशल्याङ्गबुद्धिघातसूत्रेण लोपः भवति अलालं भवति. इदानीं पदसंज्ञा भवति संयोगमस्ति संयोगान्तस्य संयोगान्तस्य लोप सो बकारस्य लोपः भवति. अलालम् इति अस्ति किन्तु तत्र भवितुं शक्नोति मोनो धातु अनेन मकारस्य नकारः भवति किन्तु तत्र बाधित्वा वर्गे उक्तवान् कारण मूले लभि इति अस्ति. यदि लभि अस्ति तत्र यदि चोनुं धातु भूत्वा नकारः आगच्छति. नकार यदि अस्ति लालन् लालन् नकारस्य दष्टापदान्तस्य झलिनेन अनुस्वारस्य यै पवन् पवसवने मकार आगच्छति. यदि बकार लोपः भवति संयोगान्तस्य तत् सूत्रं न आकृतव्यूहाः पाणिनीयाः इति तत्र निमित्तपाये नैमित्तिकस्य अपि अपायः यत्र यत्र आगच्छति तत्र तत् आकृतव्यूहाः पाणिनीयाः इति वक्तव्यः इति महोदय उक्तवान्. नश्यमाने निमित्ते सति तस्य कार्यं नत्वमेव वयं तु तत्र नशापदान्तस्य जलीव न कुर्मः वयं तत्र अनुस्वारस्य परसवर्णस्य न कुर्मः केवलं इति तिष्ठति. एकरूपमेव भवति अल्लालम् इत्यत्र अस्ति तत्र अल्लालम्बि अल्लालम् रूपं द्वयम् अल्लालम् भगिनि एकः सन्देहः अत्र अलालन् इति रूपं भवति वा अलालम् इति विसर्ग अनुसारः भवति वा अनुसारः एव तिष्ठति पुनः अलालन् नकारः महोदय, मूले तु नकारः आसीत् खलु, तदेव नकारः अस्ति. धन्यवादः. तत्र भवति लालम्बुः सकालपुनः सकालप्रत्य सकालस्य लोपः जागोति प्रत्ययलोपः. तदनन्तरं लालम्ब संयोगान्तस्य लोपः भवति अलालं, किन्तु मूले नकारस्य तु अलालन् इति भवति. नास्ति अकृतव्यूहः पाणिनीयः इति. अस्तु, इः यत्र अस्ति तत्र केवलं वर्णनमेलनं भवति. अलालम्बिः अलालं तं बकारस्य पकारः भवति. अलालम्बः अलालं तः अलालम्बम् यदि लिङ्गि लालं या लालं यातां लालं युः लालं याः लालं यातं लालं यात लालं याम लालं याव लालं याम. धन्यवादः भगिनि. कृतवन्तः वा इतोपि? तावदेव खलु महोदय, विपत्रितदेव पश्यामि. तर्हि विरमः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रि. धन्यवादः सर्वेषां. शुभरात्रि. शुभदिनं महोदय.